नमस्कारः. अद्यतन व्याकरणवर्गे वयं अत्र धातुपाठे हल् सन्धिः अभ्यासः इति प्रवर्तमानः अस्ति. इदानीम् अद्य किं कुर्मः इत्युक्ते, प्रथमम् अत्र गतसप्ताहे वयं प्रच् धातोः सर्वाणि उदाहरणानि न दृष्टवन्तः. यानि उदाहरणानि वयं महोदयस्य वर्गे कृतवन्तः तानि वयं पूर्णतया न दृष्टवन्तः. प्रथमं तानि कुर्मः, अनन्तरम् अत्र संयोगान्त विषये अपि चर्चा अपि च अभ्यासं कुर्मः. प्रथमम् अत्र प्रच् धातोः, अत्र प्रच् धातोः कृते अत्र एकं सूत्रमस्ति. विद्याभगिनी एकवारं स्मारयति वा सर्वेषां कृते? अत्र छुवोः षूडनुनासिके च इति सूत्रमस्ति किल? आम्, क्षम्यतां, म्यूट् मध्ये. अत्र चोः षूडनुनासिके च इति सूत्रमस्ति, अङ्गकार्यम् अस्ति. सूत्रं वदति तुक्सहितचकारः अस्ति चेत् तुक्सहितचकारस्य स्थाने तालव्यचकारः, अपि च वकारस्य स्थाने ऊट् आदेशः भवति. निमित्तमस्ति जलादिप्रत्यये परे, अनुनासिकादिप्रत्यये परे, अपि च क्वि इति प्रत्यये परे इति अस्ति सूत्रम्. अत्र प्रचिति धातुः उदाहरणं ददामि भगिनि. अत्र इदानीम् अत्र वर्गे कृतवन्तः किल, तप्रत्ययः प्रच् योगः तप्रत्ययः भगिनि. अस्तु, प्रच् योगः तप्रत्ययः. तप्रत्ययः अत्र कित् प्रत्ययः, अनुबन्धलोपानन्तरं त एव अवशिष्यते. इदानीं तत्र कित् प्रत्ययः अस्ति इति कृत्वा तत्र सम्प्रसारणकार्यं भवति. अत्र अपि च तत्र तुक्सहितचकारः अस्ति इति कृत्वा अत्र चोः शूरनासिके च इत्यस्य अपि प्रसक्तिः अस्ति. अत्र क्रमस्य किमपि महत्त्वं नास्ति, अहं प्रथमं सम्प्रसारणकार्यं करोमि. अत्र सम्प्रसारणविधायकं सूत्रमस्ति, ग्रहि ज्या वयि व्यधि वष्टि विच्छति वृश्चति पृच्छति बृजतीनां निति च इति सूत्रं. तर्हि तत्र प्रच् इत्यस्मिन् तत्र रेपः अस्ति, अनन्तरम् अकारः अस्ति. तर्हि अत्र रेपस्य स्थाने ऋकारः, ऋकारसम्प्रसारणसंज्ञकः वर्णः ऋकारः आगच्छति. ऋकारः योगः अकारः. इदानीं तत्र सम्प्रसारणाच्च इत्यनेन पूर्वपरयोः पूर्वरूपादेशः. तर्हि तत्र पृच् इति भवति. इदानीं तत्र सोः चोः शूरनासिके च इत्यनेन तुक्सहितचकारस्य स्थाने तालव्यचकारः. तर्हि पृश् योगः त इति अस्ति. अनन्तरम् अत्र व्रश्च भ्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रेण तत्र जली परे इति निमित्तम् अस्ति. तालव्यचकारस्य स्थाने मूर्धन्यषकारः. तर्हि पृश् योगः त. इदानीं षकारस्य प्रभावेन तत्र श्रुत्वं तकारस्य स्थाने टकारः, पृष्टः इति रूपं, पृष्टः पृष्टा पृष्टम्. अस्तु भगिनि, इदानीं सुगमनं महोदय. अत्र एकः प्रश्नः, यत् भवत्या भगिन्या उक्तं सम्प्रसारणाच्च इति सूत्रस्य कार्यं किम् अत्र? अत्र धातुः अस्ति पकारः, अनन्तरं तत्र रेपः, अनन्तरम् अकारः प्र इति अस्ति. तर्हि तत्र रेपस्य स्थाने तु ऋकारः आगच्छति. तदनन्तरम् अकारः यत् अस्ति, तर्हि तत्र ऋकारः योगः अकारः, पूर्वपरयोः पूर्वरूपादेशः. तर्हि तत्र ऋकारः एव आदिष्टः द्वयोः स्थाने. तर्हि तत्र पृ इति भवति, पृच्. ओ, सम्प्रसारणाच्च इति सूत्रेण अकारः ततः निर्गच्छति. ऋकार अकारयोः द्वयोः स्थाने ऋकार तिष्ठति. अत्र पूर्वपरयोः पूर्वरूपादेशः तादृशमस्ति अत्र. अस्तु अत्र अत्र केवलं रेपस्य स्थाने ऋकारः, न तु रेप अकारयोः स्थाने ऋकारः सम्प्रसारं ग्रहीज्य इति सूत्रेण. किन्तु तत्र अकारः पूर्वम् उरण्ड्रपरः इति सूत्रेण आगतं किल? धातुः एव धातोः एव अङ्गमस्ति, अकारः अपि अस्ति धातोः. उरण्ड्रपरः इत्यनेन न मूले तु धातुः तत्र रेपः एव अस्ति. ओ प्रक्षिति धातुः इति चिन्तयामि. अस्तु, अतः सम्प्रसारणाच्च इति सूत्रस्य आवश्यकता अस्ति. अस्तु, धन्यवादः भगिनि. इदानीं महोदय अत्र वदतु, तवतु महोदय, तवतु इति प्रत्ययः. हा, प्रच् योगः तवतु, तत्र ककारः प्रत्ययस्य आदौ अस्ति इति कृत्वा कित् अस्ति, कित् इति कृत्वा ग्रहिज्या इति व्यधि, ग्रहिज्या वयि व्यधि वष्टि विच्छति वृच्छति पृच्छति बृज्झतीनाम् इति च इति सूत्रेण सम्प्रसारणं विधीयते. अनेन रेफस्य स्थाने ऋकारः भवति, अपि च सम्प्रसारणाच्च इति सूत्रेण रेफस्य परं सम्प्रसारणाच्च इति सूत्रेण ऋकार अकारयोः ऋकारस्य अनन्तरं यद् अकारः अस्ति तयोः मध्ये पूर्व एकः पूर्व एकः पूर्वपरयोः परयोः स्थाने पूर्वादेशः भवति, ऋकारः एव तिष्ठति. इदानीं पृच् योगः तवतु, तवतु इत्येव उक्तवान् किल महोदय? तवतु ककारे तकारः तवतु, तत्र ककारः तवतु इति प्रत्यये ककारः लोपः भवति, अपि च अन्ते स्थितस्य उकारः अपि उपदेशे जननादिक इत् इति सूत्रेण इत्संज्ञा प्राप्त्वा तस्य लोपः इत्यनेन लोपः भवति. इदानीं तव तवत् इत्येव तिष्ठति. इदानीं चोः षूडननासिके च इति सूत्रेण तृक्सहितचकारस्य स्थाने तालव्यशकारादेशः, पृष् योगः तवत्. इदानीं अत्र अत्र निमित्तं किं महोदय? कुत्र महोदय? छोः षूडनुनासिके च इत्यस्य पृष्त्रस्य कृते तत्र तुक्सहित चकारः पूर्वम् अस्ति पृच् इति स्थितौ तुक्सहितचकारः अस्ति, परे झल् परे झल् वर्णः अस्ति, तकारः अस्ति, तत्तु झलि अन्तर्भूतम् अस्ति इति कृत्वा चोः षूडनुनासिके च इति सूत्रस्य प्राप्तिः. अनेन तुक्सहितचकारस्य स्थाने तालव्यशकारादेशः भवति. प्रश् पृश् योगः तवत् इति स्थितौ तत्र शकारः अस्ति अग्रे तक प्रश् तत्र किं इदानीं व्रश्च ब्रश्ज इति सूत्रेण तत्र तालव्यशकारस्य स्थाने मूर्धन्यशकारादेशः भवति. पृश् इति स्थितौ पृश् योगः तवत् इति स्थितौ तत्र पूर्वं शकारः मूर्धन्यशकारः अस्ति, परे दन्त्यतकारः अस्ति इति कृत्वा स्तोः ष्टुनाष्टुः इति सूत्रेण तकारस्य स्थाने तकारादेशः भवति. प्रष्टवत् इति रूपं नपुंसकलिङ्गे पृष्टवान् इति क्षम्यतां पृष्टवत् इति नपुंसकलिङ्गे रूपं पृष्टवान् इति पुल्लिङ्गे पृष्टवती इति स्त्रीलिङ्गे. बहु समीचीनं महोदय. इदानीं प्रामप्रिया भगिनी अत्र पाप्रच् योगः तवतु भगिनि. पाप्रच् इत्युक्ते यङ्लुगन्त यङ्लुगन्त धातुः अस्ति धातुमस्ति अतः सम्प्रसारणकार्यं न भवति. स्टिपा निर्दिष्टधातुः अस्ति अतः यङ्लु सम्प्रसारणकार्यं न भवन्ति यङ्लघुन्तधातु कृते. पाप्रच् योगः तवतु यदा महोदय उक्तवान् ककारस्य लशक्वतदिते इति सूत्रेण लोपः भवति, उकारस्य तु उपदेशे अनुनासिक इति सूत्रेण तवत् इत्येव तिष्ठति. पाप्रच् योगः तवत् अत्र उत्तमं यदा वयं पूर्वं कृतवन्तः श्वोः षूडनुनासिके च तुक्सहितचकारः तस्य प्रसक्तिः. पाप्रश् योगः तवत् भ्रश्च भ्रश्च सृजमुज इति सूत्रेण षकारादेशः. पाप्रश् योगः तवत् इदानीं सुनाष्टुः इति सूत्रस्य कार्यं. पाप्रष्टवत् पाप्रष्टवत् पाप्रष्टवान् पाप्रष्टवती. बहु समीचीनं भगिनि. पुष्पा भगिनी अत्र प्रच् योगः त्वा वदति वा भगिनि. प्रच् योगः त्वा अत्र सम्प्रसारण कार्यं तु चोः षोडनुनासिके च तेन तुक्सहितचकारस्य स्थाने षकारादेशः. तत्तु प्रापच् प्रच् एव भगिनि प्रच् एव प्रच् योगः त्वा प्रच् तु प्रश् प्रच् प्रशायाति प्रश् शकारः अल्पप्राणशकारः अस्ति तालव्यशकारः तालव्यशकारः अस्ति. तत्तु अत्र सम्प्रसारण तु कार्यं न करोति. किमर्थं न करोति भगिनि? प्रत्ययः कीदृशप्रत्ययः अत्र तकारः अस्ति किल पूर्वं न का अस्ति किल मूले ककारः तकारः वकारः आकारः पकारः रकारः इदानीं कीदृशप्रत्ययः कीदृशप्रत्ययः इति चिन्तयतु भगिनि. त्वा न त्वा कीदृशप्रत्ययः अस्ति वा न वा? तुक् अस्ति तुक् अस्ति न त्वा न नास्ति त्वा तुक् नास्ति न कित् कित् अस्ति वा न वा इति प्रश्नः भगिनि. कित् अस्ति कित् अस्ति अतः सम्प्रसारणं भवति वा? कित् सम्प्रसारणं न भवति न कित् अस्ति चेत् इदानीं अङ्गकार्यमस्ति अङ्गकार्यमस्ति सम्प्रसारणं का अस्ति पृच्छति अत्र अकारः चकारः तकारः न चकारः अकारः तकारः न तत्तु षकारः एव तिष्ठति षकारः. तत्तु भ्रष्टभ्रष्ट इति सूत्रेण मूर्धन्यषकारः आयाति. प्रश् योगः त्वा षकारस्य प्रभावेन तकारस्य टकारः आयाति शुनाष्टुः इत्यनेन प्रष्ट्वा. अत्र ऋत्वमस्ति वा पकारे ऋत्वमस्ति वा? पृष्ट्वा अस्ति पृष्ट्वा आगच्छति पृष्ट्वा ऋकारः अस्तु भगिनि. अस्तु, इदानीम् अत्र मणिमहोदय प्रच् योगः तुमुन् महोदय. महोदय, प्रच् योगः तुमुन् तुम् तुमुन् तुमुन् तुमुन् प्रच् योगः तुमुन् अत्र प्रत्ययस्थाने कित् भवति महोदय? तुमुन् इति कीदृश तुमुन् इति कित् नास्ति किल महोदय? कित् नास्ति महोदय, न जानामि कित् नास्ति. कित् नास्ति अतः सम्प्रसारणं न अपि भवति. प्रच्यः तिष्ठति, प्रच्यः प्रच्यः तुमुन् अत्र प्रच्यस्थाने तुक्तसकारस्य स्थाने चो चूडन्नास्क इति च इति सूत्रेण प्रच्यस्थाने तालवीयसकारस्य आदेशः प्रश्यति. अनन्तरं तुमुन् प्रत्ययः, अनन्तरं वृक्ष वृक्ष सृजमृज सूत्रेण अत्र शकारं मुद्रणशकारः आगच्छति. अतः प्रश् तुम् अनन्तरं शृणास्तुः इति सूत्रेण ठुं प्रष्टुम् इति प्रष्टुमुन् मध्ये प्रष्टुमेव नकारस्य लोपः भवति किल महोदय? नकारः अलन्त्यमित्यनेन तस्य लोपः भूत्वा नकारस्य लोपः, उकारस्यापि लोपः, अनुबन्धलोपानन्तरं तुम् एव अत्र प्रष्टुं समीचीनमेव महोदय. समीचीनं महोदय. अन्य कोऽपि अस्ति वा यस्य नाम मम पार्श्वे नास्ति इदानीं? महोदय क्षम्यतां, सरला अस्मि. अस्तु भगिनि, नमस्कारः भगिनि. कर्तुं शक्यते वा भगिनि? अन्य कोऽपि अपि अस्ति. अन्य कोऽपि अपि अस्ति, नाम उच्यताम्. अस्तु, सरला भगिनि सिद्धा अस्ति वा भगिनि? अत्र प्रच् योगः तृच् प्रत्ययः भगिनि, तृच् तृच् प्रत्यय इति नास्ति अतः अपित् अस्ति, किन्तु किति नास्ति, सम्प्रसारणकार्यं न भवति. तृच् चकारस्य लोपः भवति, तृ तिष्ठति तत्र चकार हल्यन्तम् इति सूत्रेण. प्रच् शूड् अनुनासिके इति सूत्रेण शकार तालव्यशकार आगच्छति, चकार अस्ति इति निमित्तम् अस्ति. तस्य परे तकार अस्ति, तकारझलि प्रत्ययः अस्ति. शकार तालव्यशकारस्य स्थाने व्रश्च ब्रश्च इति सूत्रेण मूर्धन्यशकार आगच्छति, प्रश् योग त्र इति भवति. इदानीं श्नष्टुः इति सूत्रेण तकारस्य स्थाने टकार आगच्छति, प्रष्ट्र भवति. प्रष्ट्र बहु समीचीनं भगिनि, तदेव. परन्तु अत्र तृच् इति अपित् इति न वदामि इति चिन्तयामि भगिनि. किमर्थमित्युक्ते अत्र कृदन्तप्रत्ययः अस्ति भूत्वा अत्र पित्वा अपित्वा तस्य प्रसक्तिः न भवति इति चिन्तयामि. अत्र मम अतिदेशकार्यं न भवति यदा तादृशं नास्ति अत्र. तर्हि अत्र प्रष्टा प्रष्टारौ प्रष्टारः इति भवति किल? प्रष्टृ धातु यदा वयं दृष्टवन्तः अन्यस्मिन् वर्गे, समीचीनं भवति प्रष्टृ. इदानीं विद्या भगिनी भवति अपाप्रच् योगः तप्रत्ययः भगिनी, लङ्लकारस्य प्रथमपुरुष एकवचनरूपं यङ्लुकि. अस्तु, अपाप्रच् योगः त इति प्रत्ययः तर्हि तत्र सर्वप्रथमं चोः शूरनासिके च इत्यस्य प्रसक्तिः अस्ति. तुक् सहितचकारस्य स्थाने तालव्यषकारः. अनन्तरं तत्र अपाप्रश् योगः त इति प्रत्ययः. इदानीं तत्र पपाप्रश् इति हलन्तदातुः, तर्हि अत्र हल्नियाभ्यो दीर्घसुतिस्य पृक्तं हल् इत्यनेन त इति प्रत्ययस्य लोपः. अपाप्रश् इति पदं जातं तत्र सुप्तिङन्तं पदम् इत्यनेन. इदानीं तत्र पदान्ते तत्र तालव्यषकारः अस्ति. अत्र व्रश्च ब्रश्च सृज मृजय ज राज ब्राज चशांसः इति सूत्रेण तत्र मूर्धन्यषकारादेशः भवति. निमित्तमस्ति पदान्ते. तर्हि तत्र अपाप्रश् इति अस्ति. इदानीं तत्र जलां जशोन्ते इति सूत्रेण पदान्ते जलस्थाने जश आदेशः. तर्हि अपाप्रड्. अनन्तरं वावसाने इत्यनेन विकल्पेन चर्त्वम् अपाप्रट् अथवा अपाप्रड् इति रूपद्वयम्. समीचीनं भगिनि. इदानीमत्र पाप्रच् योगः मि महोदय, सुगवान महोदय. पाप्रच् योगः मि हलादि पित् प्रत्ययः अस्ति. इदानीं प्रथमं चोः पित् अस्ति चोः शूडननासिके च इति अनेन तुक्सहितचकारस्य स्थाने तालव्यषकारादेशः. पाप्रश् योगः मी तत्र एतदपि वक्तव्यम् अस्ति. तत्र निमित्तम् अस्ति चोः शूड् अनुनासिके च क्विजलोः अनुनासिके च तत्र मकारः अनुनासिकवर्णः इति कृत्वा चोः शूड् अनुनासिके च इत्यस्य प्रसक्तिः प्राप्तिः. अनेन तुक्सहितचकारस्य स्थाने मूर्ध तालव्यषकारादेशः भवति. पाप्रश् योगः मी तत्र यद्यपि पित् अस्ति तथापि तत्र गुणकार्यस्य अवसरः एव नास्ति इति कृत्वा अङ्गकार्यं नास्ति. अपि च तत्र सम्प्रसारणं भवति वा इति चेत् ग्रहिज्या इति सूत्रं केवलं ङिति परे एव कार्यं करोति. एतत्तु पित् इति कृत्वा तत्र सम्प्रसारणकार्यमपि न भवति. पाप्रश् योगः मि इति स्थितौ इदानीं ब्रश्च ब्रश्च सृज मृजयज राज ब्राज छशां शः इति सूत्रस्य तत्र निमित्तं झलिपरे एव अस्ति, नो चेत् पदान्ते भवति. द्वयमपि अत्र नास्ति. तत्र मकारः अस्ति, तत्तु झलि नास्ति, अपि च पदान्ते अपि नास्ति इति कृत्वा तत्र षकारादेशः न भवति. पाप्रश् योगः मि पाप्रश्मि इत्येव तिष्ठति अन्तिमरु. बहु समीचीनं महोदय, बहु समीचीनचिन्तनं भवतः अत्र. इदानीं रामप्रिया भगिनी, पाप्रच् योगः हि मध्यमपुरुष लोट्लकार एकवचनरूपं भगिनि. पाप्रच् योगः हि इति तत्र प्रथमं तु अपित् अस्ति. हि इति अपित् प्रत्ययः अस्ति. सार्वधातुकम् अपित् ङ्यति च इति सूत्रेण ङ्यत्वत् भवति. अनन्तरं हि स्थाने दि आदेशः भवति हूजल्भ्यो हेर्दिः इति सूत्रेण पाप्रच् योगः दि. इदानीं तुक् सहितचकारः श्वोः शूलनुनासिके च इति सूत्रेण चकारस्य स्थाने षकारादेशः पाप्रश्योघदि व्रश्च ब्रश्च इति सूत्रेण मूर्धन्यषकारादेशः पाप्रश्योघदि ष्टुनाष्टुः इति सूत्रेण धकारस्य स्थाने चतुर्थ टवर्गस्य चतुर्थवर्णः महाप्राणटक् धकारः आदेशः पाप्रश् योगः डि इदानीं जलां जशोन् जलां जश् जशि जश्वर्णः परे अस्ति जलां जश् जशि इति सूत्रेण पाप्रड् योगः डि पाप्रड्डि प्राप्रड्डि अस्तु भगिनि. इदानीम् अत्र पुष्पा भगिनी पाप्रच् योगः ति भगिनि ति महोदय तत्र किमर्थं सम्प्रसारणं न भवति कुत्र हि पाप्रच् योगः हि इदानीं रामप्रिया भगिनी वदति वा भगिनि किमर्थं न भवति इति. आम् स्टिपां निर्दिष्टधातुः अस्ति अतः सम्प्रसारणकार्यं तत्र न भवति. वष्टि विच्छति पृच्छति पृच्छति गृज्जति इति धातोः कृते सम्प्रसारणं न भवति यङ्लुकि एव. तावदेव निमित्तं वा परे ङित् कित् ङित् भवति वा भवेत् चेत् हि इति अपित् अस्ति किल वदतु भगिनि इति अपित् प्रत्ययः साधारणतया यदा पृच् धातुः इति अस्ति चेत् सम्प्रसारणकार्यं भवति परन्तु अत्र यदा यङ्लुकि अस्ति पाप्रच् इति तत्र सम्प्रसारणकार्यं न भवति. किमर्थम् इत्युक्ते यदा वष्टि विच्छति पृच्छति इति अस्ति तत्तु ष्टिपाम् इति निर्दिष्टः अस्ति इति प्रत्ययः ष्टिपां प्रत्ययेन निर्दिष्टः अस्ति अतः तत्र न भवति. इत्युक्ते प्रच्योगः हि इति स्थितौ तत्र सम्प्रसारणं भवति वा भवति. आं भवति यङ्लुकि एव न भवति यद्यपि हि इति तत्र न भवति प्रच्योगः हि तत्र न भवति. किमर्थम् इत्युक्ते तत्र तत्र प्रच्च इति तत्र विकर्णप्रत्ययः आयाति तत्र प्रच्च तत्र हि इत्यस्य लोपः भवति तत्र प्रच्च एव तिष्ठति. परन्तु यत्र यत्र मध्ये विकरणप्रत्ययः नास्ति तत्र हलन्तधातुः अस्ति तस्मिन् सन्दर्भे कित्नित् प्रत्ययः अस्ति चेत् तत्र भवति. परन्तु प्रच्च धातुः यदा अपित् अस्ति चेत् भवति किल भगिनि. अत्र अत्र विकरणप्रत्ययः कः भगिनि प्रच् धातोः भवादिगणे अस्ति किल भवादिगणे अस्ति वा परन्तु पृच्छति अस्ति अत्र पृच्छति एव अस्ति भुवादिगणे अस्ति वा एव. आम् आम् चिन्तयामि पृच्छ एव भवति तत्र पृच्छ एव भवति तत्र आकारः भुवादिगणे अस्ति इति कृत्वा शप् इति विकरणप्रत्ययः तर्हि तत्र पृच्छ इति भवति तत्र अभिवादिगणे भवति चेत् सम्प्रसारणकार्यस्य प्रसक्तिः एव नास्ति किल नास्ति किल भुवादिगणे न भवति न भवति अत्र प्रायः तुदादिगणीयधातुः इति चिन्तयामि न न भुवादि तुदादिगणीयधातु अतः अत्र श इति विकरणप्रत्ययः भूत्वा अपित्वात् नित्वत् भूत्वा अत्र सम्प्रसारणकार्यम् अत्र यदा विकरणप्रत्ययं योजयामः तस्मिन् समये एव अत्र सम्प्रसारणं भवति अतः पृच्छ पृच्छ इति भवति अत्र तत्र सेर्हि सेर्हि अपिच्च इति सूत्रेण अपित्वं अतिदेशितम् आरोपितमस्ति इदानीम् इदानीं यथा तस्य वैशिष्ट्यं किमपि नास्ति वा अत्र हि इति सेर्य पिच्च इत्यनेन अपित्वात् हि इति किं भवति इदानीम् अपित्वम् आरोपितमस्ति अतः नित्वत् व्यवहरति अतः सम्प्रसारणस्य प्रसङ्गः अस्ति इदानीं, परन्तु यङ्लुगन्तधातोः अत्र यदा भगिनी उक्तवती पाप्रच् इति अस्ति किल, यङ्लुगन्तधातुः अस्ति, परन्तु अत्र सम्प्रसारणसूत्रं यदस्ति विधायकसूत्रं ग्रहीज्याव्यधि, अस्मिन् सूत्रे अत्र प्रथमपञ्च धातुः धातवः इक् इत्यनेन धातुनिर्देशः अस्ति, परन्तु अत्र पृच्छति इति इत्यस्य धातुनिर्देशः स्टिप् इत्यनेन दत्तमस्ति. अस्तु, अतः अत्र वैयाकरणाः वदन्ति यङ्लुगन्तविषये यत्र कुत्रापि सूत्रे यस्मिन्नपि सूत्रे अत्र धातुः स्टिप् इत्यनेन निर्दिष्टः भवति यङ्लुगन्तधातोः तस्य कार्यं न भवति इति. अस्तु, इति तत्र किमपि परिभाषा तादृशम् अस्ति वा? केवलं वैयाकरणाः व्याख्यानमेव अत्र. ओ अस्ति, इति कृत्वा अन्ततो गत्वा तत्र यङ्लुगन्तधातुः पाप्रच् इति स्थितौ पाप्रच् योगः हि तत्र सम्प्रसारणं न भवति, किन्तु प्रच् इति प्रच् योगः हि इति स्थितौ तत्र सम्प्रसारणं भवति. अस्तु, इदानीं सम्यक् वा? अस्तु, अस्तु, अस्तु, अस्तु, धन्यवादः भगिनि. इदानीम् अत्र पुष्पा भगिनि, पाप्रच् योगः ति अत्र प्रथमपुरुष एकवचनरूपं भगिनि, लट् लट् लकार, लट् प्राप्रच् योगः ति, अत्र प्राप्रच् शोः षुडनासिके इत्यनेन षकारः आयाति, तत्तु षकारः तालव्यषकारः ब्रश्च ब्रश्च अत्र गुणकार्यम् आगच्छति तिप्पति इत्यनेन, तत्तु पृच् पृच् इति अस्ति, पृष् आगच्छति, पृष् एकनिमिष भगिनि, गुणकार्यस्य कृते निमित्तं किम् अस्ति अत्र? तिप्पित् अस्ति, अतः गुणस्य प्रसङ्गः अस्ति, परन्तु धातोः किमपि अस्ति वा यस्य कारणेन अत्र येन कारणेन अत्र वक्तुं शक्नुमः अत्र गुणः भवति पृश्यते इति अस्ति, भ्रष्टभ्रष्ट इत्यनेन मूर्धन्यषकारः आयाति, तत् शुनाष्टुः इत्यनेन तकारस्य परिवर्तनम् आदेश तकारः आदेशः ति इति आगति, पृष्टि पृष्टि इति. अत्र ऋकारः कुतः आगतः भगिनि? पृ तत् सम्प्रसार पापृष्टि सम्प्रसारण नास्ति, पापृष्टि पापृष्टि क्षम्यतां महोदय, पापृष्टि. अस्तु अस्तु भगिनि, पापृष्टि अत्र इति कर्म करोमि, न न न तदेव तदेव तदेव. अस्तु भगिनि, मणिमहोदय पाप्रच् योगः तः महोदय इदानीं. क्षम्यतां महोदय, तत्पूर्वं यदा तालव्यषकारः छोः षूडननासिके च इत्यनेन आगतं तदा पाप्रश् तत्र तत्र तालव्यषकारस्य पूर्वम् अकारः एव अस्ति, संयोगः नास्ति. अस्तु महोदय, क्षम्यताम्. अस्तु अस्तु, इदानीं मणिमहोदय वदतु महोदय, पाप्रच्योगः कः अत्र तः अपित् यद्यपि अपित् अत्र सम्प्रसारणं न भवति यङ् लुक् इति धातु एव अतः अतः पाप्रच् योः तः अत्र चोः चूडनास् सूत्रं कार्यं कृत्वा अत्र तालविसकारः भवति चकारस्य स्थाने तुक्तविसकारस्य स्थाने पाप्रश् योः तः अनन्तरं वृक्षभृक्ष सृजमृज यज राज चषाम् इति सूत्रेण सः सूत्रेण अत्र मूदनिशकारः आदेशः पाप्रश् योः तः अनन्तरं सुनास्तुः इति सूत्रेण तकारस्य स्थाने तकार तः इति भवति पाप्रष्टः इति रूपम् आगच्छति महोदय. बहु समीचीनं महोदय. अस्तु इदानीम् अत्र छोः शूडनासिके च इत्यस्य कृते यानि उदाहरणानि वयं वर्गे कृतवन्तः तानि वयम् इदानीमेव पुनः कृतवन्तः. इदानीमत्र अत्र संयोगस्य विषये अत्र सन्धिकार्यम् इति अस्ति. सरला भगिनी अत्र अत्र सामान्यसूत्रं वदति वा भगिनि, संयोगस्य विषये सन्धिकार्यं किं भवति इति? सामान्यसूत्रमस्ति संयोगान्तस्य लोप संयोगान्तस्य लोप इत्युक्ते यदि पदस्य अन्ते संयोगः अस्ति, संयोग इत्युक्ते द्वे हल् वर्णीय अस्ति किन्तु तस्य मध्ये तयोर्मध्ये कोऽपि अचुवर्णः नास्ति, पदान्ते अस्ति तस्य अन्तिमपदस्य लोपः भवति. अन्तिम वर्णस्य लोपः अन्तिमवर्णस्य लोपः भवति. पदं निमित्तम् अस्ति तत्र पदस्य. अस्तु भगिनि. इदानीमत्र द्वितीयं सूत्रम् अत्र विद्याभगिनी भवती वदति वा अत्र कोः संयोगाद्योरन्ते चेति वा महोदय? क्षम्यता महोदय, तत्र इक् अपि च स्टिप् इति उक्तवान् किल, तस्मिन् विषये एकः प्रश्नः, अन्य एकः प्रश्नः अस्ति मम, प्रष्टुं शक्यते वा इदानीं? नो चेत् पृच्छतु, यदि मिलित्वा वक्तुं शक्नुमः चेत् अवश्यं, नो चेत् अनन्तरम्. अस्तु, अत्र ग्रहिज्या वै व्यधि वष्टि विच्छति वृच्छति पृच्छति बृच्छतीनाम् इति तत्र ग्रही इत्यस्यापि इकारः एव इक् इति निर्दिष्टः इति कृत्वा तत्र ककारः प्रायः लोपः भवति, इकारः एव तिष्ठति. अपि च पृच्छति इत्यत्रापि तत्र इकारः एव तिष्ठति, स्तिप् लशक्व तद्धिते इत्यनेन प्रायः शकारस्य लोपः भवति. आमां ति इति अस्ति तत्र, पित् स्तिप् इति पित् अपि अस्ति किल, पित् अस्ति, पित् अस्ति इति कृत्वा सम्प्रसारणं न भवति इति वा इति किमपि चिन्तनमस्ति अस्ति वा तत्र? अत्र अत्र सम्प्रसारणं दत्तमस्ति इति वा भवतः प्रश्नः? हा, स्टिप् इति स्थिपा स्थिपा धातुः निर्दिष्टम् अस्ति चेत् सम्प्रसारणं न भवति. यङ् केवलं केवलं यङ् लुगन्तधातु, यङ् लुकि एव, यङ् लुकि इति भवता उक्तं, तत्र पित् स्टिप् इति पित् अस्ति इति कृत्वा तत्र किमपि वैशिष्ट्यम् अस्ति वा इति मम प्रश्नः. न न न, तादृशं नास्ति. केवलम् अत्र वैयाकरणः वदन्ति अत्र किमर्थं पाणिनेः अत्र नवधातवः सन्ति अत्र अस्मिन् सूत्रे. प्रथमपञ्चधातवः इक् इत्यनेन धातुनिर्देशः कृतः, अपि च द्वितीयचतुर्थ चत्वारः धातवः सन्ति तेषां निर्दिष्टं स्टिप् इत्यनेन कृतं पाणिनिना. तस्य महत्त्वं किम् इति अत्र व्याख्यानम् अस्ति. किमर्थं अत्र अस्मिन् सूत्रे, क्षम्यतां महोदय, अस्मिन् सूत्रे ग्रहिज्या इति सूत्रे ङिति च इति अस्ति किल, तत्र ङित् इति उक्तमस्ति. अतः एव यत् यत्र ङित् अस्ति तत्र एव सम्प्रसारणं भवति इति. ष्टिप् इति पित् अस्ति इति कृत्वा प्रायः तादृशचिन्तनं. परन्तु सम्प्रसारणम् अत्र यदा यङ्ग्लु धातुः नास्ति परन्तु मूलधातुः अस्ति तस्मिन् समये तु भवति एव. यदि वयं तादृश तर्कं नयामः अत्र किमर्थं न भवति इति प्रश्नः उदेति किल. अत्र केवलं अत्र प्रायः किमपि अन्ये सूत्रेपि तादृश व्यवस्था प्रायः अस्ति इति अहं न जानामि. परन्तु यत्र कुत्रापि धातुः स्टिप् इत्यनेन निर्दिष्टः भवति सूत्रे, तस्य सूत्रस्य कार्यम् इङ् लुगन्तधातोः कृते न भवति इति व्याख्यानमस्ति. तदेव भगिनि. अत्र सूत्रमस्ति स्कोः संयोगादियोरन्ते च इति सूत्रम्. सूत्रं वदति यदि संयोगः अस्ति, संयोगस्य आदौ सकारः अथवा ककारः चेत् तर्हि तत्र संयोगस्य प्रथमसदस्यस्य लोपः भवति. निमित्तमस्ति पदान्ते अथवा जलि परे इति अस्ति. एतत् सूत्रं तु संयोगान्तस्य लोपः इत्यस्य अपवादसूत्रमस्ति. अपवादसूत्रमस्ति. अस्तु भगिनि, अत्र किमपि वक्तव्यमस्ति वा इति चिन्तयामि. अस्तु, अपवादसूत्रमस्ति इति एव अत्र. अपि च संयोगस्य आदिमवर्णस्य लोपः भवति, न तु अन्त्यवर्णस्य. तदपि अस्ति अत्र. प्रायः एतदपि वक्तव्यम् अस्ति, तत्र संयोगान्तस्य लोपः इति पूर्वसूत्रमस्ति, स्कोः संयोगाध्यरन्ते च इति परसूत्रमस्ति. सूत्रे द्वे अपि त्रिपाध्यायम् अस्ति इति कृत्वा पूर्वत्र सिद्धम् इत्यनेन संयोगान्तस्य लोपः एव संयोगान्तस्य लोपः इति सूत्रस्य एव कार्यं भवेत्. किन्तु स्कोः संयोगाध्यरन्ते च इति सूत्रस्य निरवकाशं भवति इति कृत्वा अपवादत्वेन परसूत्रम् अपि अपि चेत् तस्य तत् अपि चेत् इति नास्ति, परसूत्रम् इति अस्ति अपि तस्य कार्यमेव भवति इति. ततः अत्र अपवादत्वेन कार्यं करोति, अपवादस्य बलेन एव एतस्य सूत्रस्य प्रसक्तिः भवति. नो चेत् यथा भवान् उक्तवान् एषः एतत् सूत्रं निरर्थकं भवति इति. अस्तु अस्तु महोदय, धन्यवादः स्मारणाय. अत्र एतदपि वयं वर्गे चर्चितवन्तः बहु किमपि. अस्तु, इदानीमत्र तृतीयमस्ति, अत्र भवानेव करोति वा महोदय? रात्सस्य इति अस्ति किल, रात्सस्य इति सूत्रं वदति यदि पदान्ते संयोगः अस्ति, संयोगस्य पूर्ववर्णः रेपः अस्ति चेत् केवलं परः सकारः अस्ति चेत् एव तस्य लोपः भवति, न तु अन्यवर्णानाम् इति रात्सस्य इति सूत्रं वदति. सूत्रस्य सूत्रं यद्यपि रात्सस्य इति अनेन सस्य लोपं लोपः विहितः, तथापि एतत् सूत्रं नियमसूत्रम् इति इति तत्र वैशिष्ट्यम् अस्ति सूत्रस्य. किमर्थं नियमम् इति स्वीकार्यम् इति चेत् तत्र संयोगः अस्ति चेत् पदान्ते यद्वर्णः अस्ति पदान्ते संयोगः अस्ति चेत् पदान्ते यद्वर्णः अस्ति तस्य लोपः संयोगान्तस्य लोपः इत्यनेन भवितुम् इत्यनेन भवति एव. तत् सकारः अस्ति चेदपि भवति एव इति चेत् किमर्थं रात्सस्य इति सूत्रस्य आवश्यकता इति पृष्टे सति तत्र रात्सस्य इति सूत्रेण रेपस्य परे स्थितस्य सकारस्य लोपः न विधीयते, तत्तु संयोगान्तस्य लोपः इत्यनेन एव साधितुम् अर्हति इति कृत्वा. किन्तु यदि रेपस्य परे सकारं विहाय अन्य हल् वर्णाः अन्याः हल् वर्णाः यत्किमपि भवतु तस्य लोपः न भवेत् इति एतत् सूत्रं नियमयति इति कृत्वा रात्सस्य इति सूत्रं नियमसूत्रम् इति स्वीकृतम्. बहु समीचीनं महोदय. अत्र तादृशस्थितिः अस्ति अस्मिन् सूत्रे. तत्र महोदय सिद्धे सति आरम्भमाणः विधिः यत् नियमयति तत् नियमसूत्रम् इति उक्तं किल. नियमसूत्रम् इति उक्तवान् अत्र. सिद्धे सति आरभ्यमाणविधिः नियमयति अतः नियमसूत्रम् इति. इत्युक्ते यथा महोदय भवान् इदानीमेव उक्तवान् किल अत्र रेपापरः सकारः अस्ति चेत् संयोगान्तस्य लोपः इत्यनेन एव अत्र सकारस्य लोपः भवति. अतः पुनः रात्सस्य इति वदनेन वयं ज्ञातुं शक्नुमः यदि रेपापरः सकारः अस्ति चेदेव सकारस्य लोपः भवति इति. अतः अन्यवर्णः अस्ति चेत् न भवति भूत्वा एतत् सूत्रं संयोगान्तस्य लोपः इत्यस्य सूत्रस्य नियमनसूत्रमस्ति इति. तदेव महोदय अपि वर्गे उक्तवान्. किन्तु महोदयः वर्गे एतदपि उक्तवान् रात्सस्य इति सूत्रं विधिसूत्रमेव इति. तस्मिन् विषये भवतः चिन्तनं किम्? अहं चिन्तयामि विधिसूत्रं नास्ति इति. किमर्थं नास्ति? रात्सस्य इति भवति रात्सस्य इति सूत्रं विधिसूत्रम् इति स्वीकुर्मश्चेत् तत्र किं विदितम् अस्ति इत्युक्ते रेपात् परस्य सकारस्य लोपः भवति इति विदितम् इति स्वीकार्यं भवति. नियमसूत्रम् इति स्वीकुर्मश्चेत् रेपात् परस्य सकारं विहाय अन्याः वर्णाः सन्ति चेत् तेषां लोपः न भवति इति सूत्रस्य अर्थं स्वीकर्तुं शक्यते. परन्तु विधिसूत्रं नास्ति इति मम चिन्तनं. परन्तु अत्र विधिः एव किल महोदय. विधिः इत्युक्ते किम्? अत्र किमपि कार्यं वा अकार्यं वा किल महोदय? नो, किन्तु अत्र न कार्यम् इति न विदितं किल. अत्र कार्यं तु विदितमेव किल महोदय. परन्तु पूर्वतनसूत्रात् वयं ज्ञातुं शक्नुमः एतस्य सूत्रस्य कार्यं कदा भवति इत्युक्ते रेफात् परः सकारः अस्ति चेदेव भवति इति. यद्यपि संयोगः अस्ति, पदस्य अन्ते संयोगः अस्ति, एतेन सूत्रेण वयं ज्ञातुं शक्नुमः रेफस्य रेफात् परः सकारः अस्ति चेदेव सकारस्य लोपः भवति. तदपि विधिसूत्रमेव किल, विधिः एव अत्रापि. महोदय तत्र अत्र किमर्थं विधिसूत्रम् इत्युक्ते अत्र अत्र तिङन्तप्रसङ्गे राचस्य इत्यस्य प्रयोगः यत्र रेपस्य अनन्तरं सकारः अस्ति चेत् सकारस्य लोपः भवति इति तादृशम् उदाहरणमेव नास्ति, परन्तु सुबन्तप्रकरणे तस्य उदाहरणं सन्ति. यत्र ऋकारान्तधातुः अस्ति तत्र राजस्य इत्यस्य कार्यं तु भवति, तत्र रेपस्य अनन्तरं सकारस्य लोपः भवति राजस्य इति सूत्रेण एव. तर्हि वयं तत्र ज्ञातुं शक्नुमः तत्र विधिसूत्रम् अस्ति इति. किं राजस्य इति सूत्रेण सकारस्य लोपः किमर्थं भवेत्? संयोगान्तस्य लोपः इत्यनेन भवितुम् अर्हति किल? संयोगान्तस्य लोपः इत्यनेन एव भवितुं शक्नोति, परन्तु अत्र राजस्य इति सूत्रं वदति रेपस्य अनन्तरं सकारः अस्ति, सकारस्य एव लोपः भवति. यदि रेपस्य अनन्तरं सकारः अस्ति संयोगान्तस्य लोपः इत्यनेन एव लोपः भवति, तर्हि राजस्य इत्यस्य आवश्यकता एव नास्ति. हा, अतः एव विधिसूत्रम् इति न स्वीकार्यम् इति अहं मया उक्तम्. विधिसूत्रम् इति स्वीकुर्मश्चेत् तत्र अस्मिन् सूत्रे किं विधीयते? तत्र एवकारः नास्ति सूत्रे, अनुवर्तनम् अनुवर्तने अपि एवकारः नास्ति प्रायः सूत्रस्य. एतत्तु वयं किं कुर्मः, पृच्छामः महोदयं पुनः एकवारम् अत्र विधिसूत्रम् इत्यस्य समर्थनं कथं वा भवति इति. वयं तु अवगन्तुं शक्नुमः एतत् सूत्रं तु नियमसूत्रम् अस्ति इति सर्वे अवगन्तुं शक्नुमः, परन्तु विधिसूत्रम् अस्ति वा न वा इति अभिप्रायभेदः अस्ति, अतः महोदयं पृच्छामः भगिनि. एतदपि वक्तुम् अहम् इच्छामि महोदय, तत्र सूत्राणां विभागः षड्विधम् अस्ति किल. तत्र विधिः इति अन्यतमः, अपि च नियमः इति संज्ञा परिभाषा विधि नियम अतिदेशः अधिकारः इति सूत्रषड्विधं सूत्राणां षड्वि वैविध्यं भवति. तत्र विधिः इति भिन्नः, नियमः इति भिन्नः. अस्य सूत्रम् एतत् सूत्रं नियमसूत्रमेव इति कृत्वा विधि नियमसूत्रमपि विधिसूत्रम् इति स्वीकुर्मश्चेत् तत्र विभागे कथं वा षड् वैविध्यम्? अत्र वैविध्यम् इत्युक्ते अत्र किमपि ओवर्लाप् न भवितुम् अर्हति वा इति अपि प्रश्नः किल. हा, इति मम चिन्तनम्. हा, अस्तु अस्तु महोदय. अतः राजस्य इति सूत्रस्य अर्थम् एवं वक्तव्यम् अस्ति अस्ति रेपात् परस्य सकारं विहाय अन्याः वर्णाः भवन्ति चेत् तेषां लोपः न भवति इत्येव तस्य अर्थः स्वीकरणीयः. अस्तु अस्तु महोदय. हा महोदय, चर्चनीयविषयः एव, परन्तु किं कुर्मः, महोदयं पृष्ट्वा प्रायः महोदय अग्रिमसप्ताहे वदति. अहं ई पत्रं प्रेषयामि. धन्यवादः. अस्तु महोदय, धन्यवादः. अत्र राक्षस्य इति कृते तु वयं दृष्टवन्तः, इदानीम् अत्र रामप्रिया भगिनी राल्लोपः इत्यस्य किञ्चित् स्मारयति वा भगिनि? राल्लोपः इति अङ्गकार्यमस्ति, अङ्गस्य इति अधिकारे आगच्छति. अत्र निमित्तमस्ति जलीपरे इति, रेपचकारवकारयोः, पूर्वं रेपः अनन्तरं चकारः वा वकारः वा अस्ति चेत् तस्य चकारवकारस्य लोपः भवति. निमित्तमस्ति जलादिप्रत्ययः अनुनासिकः क्वि परे अस्ति चेत्. एतत्तु कस्य अधिकारः अस्ति अस्मिन् सूत्रे? अङ्गस्य इति षष्ठम् अध्याये अस्ति, अङ्गस्य इति अधिकारे अस्ति, अङ्गकार्यम् अस्ति. अस्तु भगिनि, इदानीम् अत्र अभ्यासः अस्ति. प्रथमम् अत्र संयोगान्तस्य लोपः इत्यस्य अनन्तरम् एकम् उदाहरणमस्ति, पुष्पा भगिनी भवती करोति वा अत्र, अबाबन्ध योगः त अस्ति वा भगिनि? एकनिमिषं महोदय. हा अस्तु, अबाबन्ध योगः त पदस्य अन्ते संयोगः अस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपः भवति, तत्तु दकारस्य लोपः भवति. परन्तु दकारः पदान्ते अस्ति वा भगिनि? अकारः अभावन्ध इति अस्ति न, अभा न, अत्र धकारे हल् अत्र हलन्त हल्वर्णः भगिनि, अकारः नास्ति भगिनि, प्रायः मुद्रणदोषः अत्र दण्डः अस्ति, अत्र धकारे दण्डः अस्ति, अकारस्य लोपः भवति अन्तिमवर्णस्य लोपः, धकारस्य लोपः. परन्तु भगिनी अत्र अबाबन्ध योगः त अस्ति किल, प्रत्ययः अपि अस्ति इदानीं, यस्य प्रत्यय पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपः भवति, अलोन्तस्य संयोगान्तस्य पदस्य लोपः, अन्तस्य पदस्य लोपः, तत्तु नकारः लोपः, नकारः न लोपः भवन्ति, धकारः एव लोपः अस्ति न? परन्तु अत्र धकारः पदान्ते अस्ति वा भगिनि? अत्र तकारः अपि अस्ति किल अनन्तरं, अङ्गस्य अन्ते. परन्तु अङ्गः अङ्गं पदं न भवति किल इदानीं, किमपि कार्यमस्ति वा तस्मात् पूर्वं? तस्मात् पूर्वं नकारः. एकनिमिष भगिनि, एकनिमिषं मणिमहोदय, भवान् सहायं करोति वा अत्र? महोदय, अत्र अबाबन्ध योगतः तकारस्य स्थाने हल्याभ्योगो दीर्घात् इति सुदिशा पृक्तं हल् इति सूत्रेण तकारः लोपं भवति, अनन्तरं अबाबन्ध इति रूपम् अत्र पदम् अस्ति, अतः संयोगान्तस्य लोपः इति सूत्रं कार्यं कृत्वा दकारः लोपं भवति अन्तिमः अबाबन् इति रूपम् एव भवति अबाबन्. अत्र अत्र इदानीं पुष्पा भगिनी अवगच्छति वा अत्र तकारस्य लोपः प्रथमं भवति, तस्य लोपः तत्तु तकारस्य लोपः, अत्र अत्र संयोगस्य लोपः आयाति अबाबन्. इदानीमत्र सरला भगिनी भवति अबाब्रज्ड् योगः त भगिनि? महोदय पुनः वदतु. अत्र द्वितीयमस्ति किल स्कोः संयोगाद्योरन्ते च इत्यस्य अधोभागे अत्र अबाब्रज्ड् योगः त इति अस्ति. ओके, अबाब्रज्ड् योगः त लङ् लकार अस्ति, तकार पित् अस्ति, किन्तु तस्य गुणकार्यं न भवति, निमित्तं नास्ति तस्य कारणे, तकारस्य हल्लाङ्गोभ्यो दीर्घात् सुतिस्य प्रक्तम् इति सूत्रेण तस्य लोपः भवति, भ्रश्च इति पदं भवति, इदानीं को संयोगाद्यन्ते इति च सूत्रेण सकार जकारस्य आदौ अस्ति, अपि पदम् अस्ति, अझल् अपि परे आसीत्, तस्य कारणे सकारस्य लोपः भवति, भज् भवति इदानीं, अभ्रज् भवति, अबाभ्रज् यङ् लोकं ददातु, अबाभ्रज् अस्ति इदानीं, जकारस्य झलां जशोन्ते इति सूत्रेण जकारस्य स्थान तथैव तिष्ठति जकार तदनन्तरं तस्य व्रश्च ब्रश्च सृज मृज राज इति सूत्रेण जकारस्य स्थाने मूर्धन्य शकार आगच्छति अबाभ्रश् भवति. इदानीं शकारस्य स्थाने झलां जशोन्ते इति सूत्रेण शकारस्य स्थाने डकार भवति. तदनन्तरं वावसाने इति सूत्रेण डकारस्य स्थाने टकार भवति. सो अबाभ्रड् वा अबाभ्रट् इति भवति. अस्तु, परन्तु अत्र भवती प्रथमं हल्न्याभ्यो दीर्घात् श्रुतिस्य प्रोक्तम् इत्यस्य द्वे कार्यं भिन्ना अस्ति. कोऽपि कार्यं प्रथमं भवितुं शक्नोति, किन्तु ब्रश्च यदि स्को संयुगात् अङ्गकार्यम् अस्ति तत् तस्य कार्यं प्रथमं भवति इति. अङ्गकार्यं भूत्वा तस्य कार्यं पूर्वं भवति, तदनन्तरं हलाङ्गे भवति. अत्र विद्याभगिनी भवती किं चिन्तयति? किं महोदय, पुनः अहं सम्यक्तया न श्रुतवती. अत्र स्कोः संयोगाद्योरन्ते च अपि च हल्न्याभ्यो दीर्घात् श्रुतिश्च प्रोक्तं हल् इत्यनयोः मध्ये किं सूत्रं प्रथमं कार्यं करोति इति प्रश्नः. अभाभ्रश्योगः अभाभ्रश्च योगः त इति अस्ति. तत्र तु स्कोः संयोगाद्योरन्ते च तु अष्टमाध्यायस्य द्वितीयपादे अस्ति त्रिपादीसूत्रं. हल्याभ्यो दीर्घसुतिस्य प्रक्तं तु सपादसप्ताध्यायम् अस्ति, षष्टाध्यायस्य प्रथमपादे अस्ति. तर्हि इदानीं तत्र हल्याभ्यो दीर्घसुतिस्य प्रक्तं हल् एव पूर्वसूत्रं. यद्यपि स्कोः संयोगाद्योरन्ते च इत्यस्यापि प्रसक्तिः, व्रश्च ब्रश्च इत्यस्यापि प्रसक्तिः, परन्तु अत्र द्वयोः सूत्रद्वयमपि शास्त्रसिद्धम् अत्र असिद्धम् अस्ति इति कृत्वा अत्र हल्न्याभ्यो दीर्घसुतिस्य प्रक्तमेव प्रथमं कार्यं करोति इति कृत्वा त इति प्रत्ययस्य लोपः भवति प्रथमं. प्रथमं त इत्यस्य लोपः यथा भगिनी उक्तवती. किन्तु महोदय, एकस्मिन् वर्गे उक्तवन्तः यदि कार्यं द्वे भिन्ना सन्ति कोऽपि कार्यं प्रथमं भवति तस्य महत्त्वं नास्ति अपि. तत्तु यदि सपादसप्ताध्यायामेव अस्ति कार्यक्षेत्रं भिन्नम् अस्ति चेत् तथा वयं कुर्मः, परन्तु यत्र वयं त्रिपादीसूत्रं वयं यदि नयामः तत्र तु क्रमस्य महत्त्वम् अस्ति किल. तत् सूत्रं तु शास्त्रदृष्ट्या असिद्धं भवति सपादसप्ताध्यायसूत्रस्य अपेक्षया. तर्हि तस्य कार्यं प्रथमं न प्रवर्तनीयं. प्रथमं तु सपादसप्ताध्यायां यानि सूत्राणि सन्ति तानि सूत्राणि एव प्रथमं प्रवर्तनीयानि, अनन्तरमेव त्रिपादीसूत्राणि वयम् आनयामः. अस्तु, अत्र प्रथमं हल्न्याभ्यो दीर्घात् सदिश्च प्रोक्तमेव कार्यं करोति, अनन्तरमेव यथा विद्याभगिनी उक्तवती अपि च भगिनी भवती अपि तदेव उक्तवती प्रथमम् अनन्तरं स्कोः संयोगाद्योरन्ते च इति कार्यं करोति इति. तादृशस्थितिः एव अस्ति. अस्तु भगिनि, इदानीं रामप्रिया भगिनी अत्र अवाव्रश्च योगः त इति वदति वा? आम्, अवाव्रश्च योगः त. अत्रापि हल्न्याभ्यो दीर्घातुतिस्य प्रत्तं हल् इति सूत्रेण तकारस्य लोपः भूत्वा अवाव्रश्च इति पदसंज्ञा प्राप्नोति. अत्र एव वयम् अकृतव्यूहाः पाणिनीयाः इति विषये चिन्तनं कृतवन्तः. यदा चकारस्य ब्रश्च ब्रश्च इति सूत्रेण आदेशः भवति, चकारस्य शकारः आदेशः भवति, अतः निमित्तं नशिष्यमाणं भवति इति कृत्वा अत्र अवाव्रश्च इति सकारः अस्ति. अतः कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः प्राप्तिः अपि सकारस्य लोपः भूत्वा अवाव्रच् इदानीं व्रश्च भ्रश्च इति सूत्रस्य प्रसक्तिः प्राप्तिः च चकारस्य स्थाने शकारादेशः ष्टुना क्षम्यतां जलां जश्रुन्ते इति सूत्रेण षकारस्य स्थाने डकार मूर्धन्यडकारादेशः अवाव्रद् भावसाने इति सूत्रेण अवाव्रत् अस्तु अत्र अकृतव्यूहाः पाणिनीयाः इति पुनः एकवारं वदति वा भगिनि कथम् अत्र तस्य प्रसक्तिः अस्ति इति तेन कारणेन किं भवति इति सर्वेषां कृते एकवारं पुनः आम् यदा अवाव्रश्च इति अस्ति चेत् तत्र चकारस्य षकारादेशः भवति व्रश्च व्रश्च इति सूत्रेण अतः तस्य निमित्तं तु नशिष्यमानं भवति नशिष्यमानम् इत्युक्ते अग्रे तस्य नाशः भवति इति कृत्वा तत्र सकारः एव तिष्ठति मम अवगमनं सम्यक् वा महोदय इदानीं समीचीनमेव अत्र निमित्तं चकारः एव यदा यदा सकारः चकारः इति एव तिष्ठति इत्युक्ते चुना स्तोश्चुनाश्चुः श्चुत्वम् इति कारणेन शकारः भवति परन्तु तत्तु अग्रे व्रश्च भ्रश्च इति सूत्रेण आदेशः भवति इति कृत्वा निमित्तं तु नशिष्यमानं भवति अतः सकारः एव तिष्ठति समीचीनम् इत्युक्ते अत्र चकारस्य प्रभावेण मूले यः सकारः आसीत् सः सकारः शकारः अभवत् परन्तु अग्रे गत्वा व्रश्च इत्यस्य यः चकारः अस्ति अत्र व्रश्च इति धातोः अत्र किं भवति चकारस्य स्थाने षकारादेशः भवति भूत्वा निमित्तस्य निमित्तं नष्टं भवति इति भूत्वा अकृतव्यूहाः पाणिनीयाः इत्यस्य प्रसक्तिः अतः अत्र श्चोः स्तोः श्चुनाश्चुः इत्यस्य कार्यं न करणीयम् अतः अत्र सकारः एव भवति अस्माकं कृते अस्मिन् उदाहरणे अस्तु अस्तु भगिनि इदानीं वदतु भगिनि यदा कदापि वयम् अकृतव्यूहाः पाणिनीयाः इत्यस्मिन् विषये चिन्तनं कुर्मः तत्र मम पुरतः भवतः वाक्यमेव आगच्छति दुक्रिन् करणे इति अस्तु भगिनि धन्यवादः अस्तु अस्तु अस्तु केवलं विनोदार्थमेव उक्तवान् महोदय तस्मिन् दिने बहु सीरियस्लि स्वीकृतवती न तादृशस्थितिः नास्ति भगिनि अस्तु इदानीं शुकवनं महोदय अलालश्च योगः त अलालश्च योगः त तत्र तकारः हल्न्याभ्यो दीर्घासति सपृक्तं हल् इत्यनेन अपगच्छति अलालज् इति अस्ति तत्र पदसंज्ञा प्राप्नोति अपि च पदान्ते सकारः जकारयोः मध्ये संयोगः अस्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः प्राप्तिः च तत्र पदान्ते अस्ति इति कृत्वा पदान्ते इति निमित्तेन सकारजकारयोः मध्ये संयोगः अस्ति इति कृत्वा संयोगस्य आदौ स्थितस्य सकारस्य लोपः भवति स्कोः संयोगाद्योरन्ते च इति सूत्रेण जकारः एव तिष्ठति अलालज् इति स्थितौ तत्र इदानीं किं किम् अस्ति महोदय अलालज् इति प्राप्ते तत्र चोः कुः इति सूत्रं कार्यं करोति चोः कुः इति सूत्रस्य कार्यं झलि पदान्ते भवति अत्र पदान्ते अस्ति इति कृत्वा जकारस्य गकारादेशः भवति अलालग् इति एकं रूपं भवति वावसाने इत्यनेन चत्वं भूत्वा अलालक् इति द्वितीयरूपं भवति बहु समीचीनं महोदय अस्तु अत्र यदा अलालज् अस्ति अत्र संयोगान्तस्य लोपः इति न भवति वा महोदय संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः अस्ति अनेन जकारस्य लोपः भवितुम् अर्हति किन्तु स्कोः संयोगाद्यरन्ते च इति सूत्रम् अपवादसूत्रं यद्यपि संयोगान्तस्य लोपः इति सूत्रं पूर्वसूत्रमस्ति स्कोः संयोगाद्यरन्ते च इति सूत्रं संयोगान्तस्य लोपः इति सूत्रं बाधित्वा कार्यं करोति इति कृत्वा संयोगान्तस्य लोपः इति सूत्रस्य प्राप्तिः न भवति स्कोः संयोगाद्यरन्ते च इति सूत्रस्य प्राप्तिः एव भवति अस्तु महोदय विद्याभगिनी अहं विस्मृतवान् अत्र भवत्याः क्रमः अपि आसीत् अतातक्ष्योगः त इति प्रत्ययः प्रथमं तत्र हल्याभ्यो दीर्घसुति से पृक्तं हल् इति त इति प्रत्ययस्य लोपः इदानीम् अतातक्ष् इति पदं जातं सुप्तिङ्गन्तं पदम् इत्यनेन अतातक्ष् तत्र अन्ते ककारशकारयोः मूर्धन्यशकारयोः संयोगः अस्ति तर्हि यथा पूर्वं तत्र प्रथमं संयोगान्तस्य लोपः इति आगच्छति तत्सूत्रं प्रबाद्य अत्र स्कोः संयोगाद्योरन्ते च इति तस्य अपवादसूत्रम् इति कृत्वा तस्य कार्यं भवति तत्र ककारस्य लोपः भवति अनन्तरं तत्र अतातश् इति अस्ति इदानीं पदान्ते शकारः अस्ति जलां जशोन्ते इत्यनेन तत्र टवर्गीय तृतीयवर्णादेशः डकारः मूर्धन्यवर्णस्य अतातड् इति अस्ति अनन्तरं तत्र वा अवसाने इत्यनेन विकल्पेन चर्त्वम् इति कृत्वा अतातट् अथवा अतातड् इति रूपद्वयम् अस्तु पुष्पाभगिनी अत्र अमृज् योगः त इति भगिनी क्षम्यतां महोदय तत्पूर्वं तत्र जलां जशोन्ते इत्यनेन एव डकारः भवति किल महोदय भगिनि जलां जशोन्ते इत्यनेन एव डकारः तत्र किमिति स्थानेन्तरतमः इति स्थानेन्तरतमः इति परिभाषासूत्रेण तत्र शकारः अपि मूर्धन्यवर्णः तत्र टवर्गस्य जष्त्वं टवर्गस्य तृतीयवर्णः एव जश्वर्णः इति कृत्वा मूर्धन्यवर्णेषु तत्र टवर्गस्य तृतीयवर्णादेशः भवति अस्तु भगिनि तदेव अस्ति वा महोदय प्रश्नः अन्यः अहं किं चिन्तितवान् तत्र अन्ते शकारः अस्ति परे सकारः प्रत्ययलोपे प्रत्ययलक्षणम् इति तत्र थकारः भवत्येव इति कृत्वा तत्र महत्त्वं किमपि अस्ति वा इति चिन्तयन् आसीत् किन्तु तत्र यदि थकारः अस्ति चेत् एव स्टुत्वं भवति अन्यत् किमपि कार्यं नास्ति अत्र थकारस्य लोपः अभवत् अतः स्टुत्वं न भवति एव आम् आम् तावदेव एतदपि वयं वर्गे दृष्टवन्तः अस्तु अस्तु अस्तु अस्तु इदानीं पुष्पाभगिनी अस्ति वा अमृज् योगः तत् तु मृजेर्वृद्धिः इति सूत्रेण वृद्धिः आयाति अमार्च् इति आयाति सार्वधातुके च अर्धधातुके च प्रत्यये परे अङ्गकार्यत्वात् प्रत्ययः परे अस्ति एव स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुक अथवा अर्धधातुकः भवेत् एव ओके तत्तु अमार्ज् योगः हल्याभ्यो दीर्घात् तलोपः इत्यनेन तातु लोपः भवति अमार्ज् इति रकारस्य अन्तः अस्ति तत्तु अमार्ज् जकारः अस्ति जलां जशोन्ते तत्तु जकारः एव तिष्ठति जलां जशोन्ते इत्यनेन अत्र किमपि ऋकारस्य रेफः अस्ति इति तत्र इदानीं चिन्तयतु भगिनि अत्र धातुः मूले आसीत् मृज् इति तस्य कृते किमपि सूत्रमस्ति वा मर्ज् इति आयाति मृजे वृद्धिः इत्यनेन वृद्धिः अमार्ज् यदा अमार्ज् अभवत् इदानीम् अमार्ज् योगः अत्र त इत्यस्य लोपः अमार्ज् इति अस्ति अमार्ज् इति अस्ति इदानीम् अत्र व्रश्च व्रज इत्यस्य कार्यं भवति वा चकारः तत्र मृज हा मृज अस्ति तत्र मृज मृज हा अस्ति तत्तु षकारः मूर्धन्यषकारः आयाति मार्श् इति अमार्श् अमार्श् अमार्श् तत्र जलां जशन्ते इत्यनेन अमार्ड् अमार्ड् डकारः मूर्धन्यडकारः वावसाने इत्यनेन मार्ट् अस्तु भगिनि बहु समीचीनं मणिमहोदय अत्र अचोकूर्द् योगः स महोदय अचोकूर्द् योगतः योगः जमित महोदय अत्र पूर्वं हल्याभ्योगो दीर्घात् इति सुतिश कृतं हल् इति सूत्रं कार्यं करोति अतः लोप भवति अनन्तरम् अचोकूर्द्य एव पदम् अस्ति अत्र किमपि कार्यं न भवति कूर्द् जलां दशन्ति इति कार्यं भवति अर्हति महोदय चिन्तयामि अन्ति अतः अचोकूर्द् अचोकूर्द् अचकूर्द् दन् द्वावसाने अचकूर्त् द्विविधं भवति महोदय अचकूर्त् अचकूर्त् इति आं महोदय रूपद्वयम् अत्र अचोकूर्त् अचोकूर्त् रूपद्वयम् अत्र केवलम् अत्र इदानीम् अत्र समीचीनं वा इदानीम् अचोकूर्त् अत्र किमपि अन्यत् कार्यं न भवति वा महोदय संयोगान्तस्य लोपः इत्यनेन तकारस्य लोपः न भवति वा तदपि भवितुम् अर्हति किमर्थं न भवति इति अहं न चिन्तयामि अन्यत् किमपि सूत्रमस्ति वा अत्र अत्र रात्सस्य इति सूत्रं वयं दृष्टवन्तः किल महोदय नियमसूत्रम् अतः सकारः रेपस्य परं सकारः अस्ति तथैव लोपो भवति अत्र अतः अत्र संयोगान्तस्य लोपः इति कार्यं न करोति किल रात्सस्य किं वदति रेपात् परः सकारस्य एव लोपः भवति इति अतः सकारः नास्ति अत्र पदान्तस्य दकारस्य लोपः न भवति इदानीम् अतः भवान् उक्तवान् तदेव समीचीनं केवलम् अत्र अवगमनार्थमेव अत्र संयोगान्तस्य लोपः कार्यं करोति वा न वा इति अस्तु महोदय, इदानीम् अत्र सरला भगिनी, अत्र अजोहुच् योगः त भगिनी. अस्तु, अजोहुच् योगः त तकार झल् प्रत्याहारे अस्ति, प्रथमम् अङ्गकार्यं भवति, रालोप इति षष्ठम् अध्यायस्य चतुर्थपादे आगच्छति, रेफात् परस्य चकारस्य लोप भवति, अजोहुर्योगत भवति इदानीं. तदनन्तरं रेफस्य पूर्वम् उकार अस्ति, तत्र पुगन्तलघुपदस्य प्रसक्तिः अस्ति, अपि च उपधायां च अपि प्रसक्तिः अस्ति, किन्तु पुगन्तलघुपदस्य कार्यं भवति. उकारस्य स्थाने ओकार भवति, तस्य गुणं भूत्वा अजो हो भवति. तदनन्तरं हल्लाङ्गोभ्योदीघात श्रुति इति सूत्रेण तकारस्य लोप भवति, अजोहोर्भवति. इदानीं खरवसानयो विसर्जनीय इति सूत्रेण रेफस्य स्थाने विसर्ग गच्छति, अजोहो इति. अस्तु अस्तु भगिनि, अजोहोहो इति. अत्र इदानीं प्रश्नः अस्ति, अत्र शुकवनं महोदय, एतदपि वयं वर्गे दृष्टवन्तः, केवलम् अत्र स्मारणार्थमेव, यदा अजोहुर्च् योगः त अस्ति तस्मिन् समये अत्र अन्य किमपि चिन्तनम् अस्ति वा? अत्र अजोहुर्च् योगः त इति तत्र चकारः अन्ते अस्ति इति कृत्वा तत्र हा तत्र चकारः तु अपगच्छति प्रथमम् अङ्गस्य छोः समीचीनमेव. अन्यत् किमपि अत्र सूत्रस्य प्रसक्तिः अस्ति वा? तस्य कार्यं न भवति इति तु वयं जानीमः, अन्यत्र किमपि सूत्रं तत्र हलीच इति सूत्रस्य प्रसक्तिः अस्ति. किमर्थम् इत्युक्ते रेपः तत्र उपधायाम् अस्ति, अजोहूर्च् इति स्थितौ तत्र रेपः चकारः अन्तिमवर्णः अस्ति, तस्य पूर्वं रेपः अस्ति इति कृत्वा हलीच इति सूत्रस्य प्रसक्तिः अस्ति. परन्तु हलीच इति सूत्रं किं वदति अत्र? हली रेप वका रेपवकारः पदस्य एकनिमिषम् अत्र रेपः यदि धातुं स्वीकरोतु, अत्र अत्र धातुः अस्ति इदानीम् अजोहुर्च्, अत्र रेपः कुत्र अस्ति इदानीं? रेपः एव उपधायाम् अस्ति, अतः हलीच इति वदति रेपः धातोः अन्ते अस्ति चेत्, किल? आम् आम् आम्. तदनन्तरं हल् वर्णः अस्ति, उपधायां इक् वर्णः अस्ति, तस्मिन् समये एव कार्यं भवति. परन्तु तादृशस्थितिः नास्ति इदानीं, नास्ति, अतः हलीच इति सूत्रस्य प्रसक्तिरेव नास्ति. किन्तु तस्य अग्रिमसूत्रम् अस्ति उपधायाञ्च, तत्र किं वदति रेपवकारयो रेपवकार वकारौ उपधायाम् अस्ति चेत् तस्य पूर्वम् इक् वर्णः अस्ति चेत् तस्य दीर्घः अपि च परे हलि अस्ति चेत् इकः दीर्घः भवति इति उपधायां च इति सूत्रं वदति. तस्य सूत्रस्य प्रसक्तिः अस्ति अत्र अजो हूर्च. तत्र रेपः उपधायाम् अस्ति अपि च तस्मात् पूर्वं उकारः अस्ति इति कृत्वा उपधायां च इति सूत्रस्य प्रसक्तिः अस्ति. किमर्थं कार्यं न करोति? हा तत्र परसूत्रं न परसूत्रम् आम् आम् संयोगान्तस्य लोपः अपि च राल्लोपः इदानीं राल्लोपः इति आम् अत्र चकारः राल्लोपः इति सूत्रेण भवति. राल्लोपः इति सूत्रस्य अपेक्षया तत्र उपधायां च इति सूत्रम् असिद्धमस्ति. उपधायां च इति सूत्रं त्रिपाद्याम् अस्ति इति कृत्वा शास्त्रासिद्धं भवति इति कृत्वा राल्लोपः इत्यस्य कार्यमेव भवति. राल्लोपः इत्यस्य यदा राल्लोपः इति कार्यस्य भवति तदा उपधायां च इति सूत्रस्य प्रसक्तिरेव न भवति. न भवति किमर्थम् इत्युक्ते अत्र यदा भवान् उक्तवान् अत्र पूर्वत्रासिद्धम् इत्यनेन उपधायां च इत्यस्य शास्त्रीय असिद्धत्वं भवति. असिद्धत्वं भवति अस्तु अस्तु. इदानीम् अत्र रामप्रिया भगिनी अन्यत् किमपि चिन्तनीयमस्ति वा अत्र अस्मिन् सन्दर्भे? हलि च वयं दृष्टवन्तः प्रसक्तिः नास्ति. उपधायां च त्रिपादिसूत्रम् अतः तत्रापि शास्त्र असिद्धम् इति दृष्टवन्तः. एकमेव सूत्रं रोर् उपधाया दीर्घः इकः इति सूत्रम् अस्ति. तत्रापि पदान्ते रेपान्तवकारान्तधातु च धातुः इति अस्ति. अत्र तु पदान्ते प्रथमं पदान्ते नास्ति, अनन्तरं रेपान्तधातुः नास्ति, तत्रापि तस्य प्रसक्तिः अपि नास्ति. रात्रस्य अस्यापि प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते अजोहुर्च्योगः त इति स्थितौ तत्तु पदान्ते नास्ति, अतः रात्रस्य इत्यस्यापि प्रसक्तिः नास्ति. रात्रस्यापि परन्तु अत्र अन्यत् किमपि वदतु भगिनि. अजोहुर्च्योगः तकारः तत्र संयोगान्तस्य लोपः, संयोगः तु अस्ति रेपः चकारयोः, परन्तु संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अपि नास्ति. किमर्थम् इत्युक्ते पदसंज्ञा इदानीं न प्राप्नो तस्य पदसंज्ञा न भवति इदानीम् अजोहुर्च्योगः तकारः इति यदा भवतु. अत्र चकारतकारः अपि संयोगः अस्ति किल, चकार तकार संयोगः अस्ति. चकार तकारः रेप चकार तकारयोः संयोगः अस्ति चेत् तत्रापि संयोगान्तस्य लोपः न भवति. किमर्थं न भवति? संयोगान्तस्य लोपः इति इदानीं संयोगान्तस्य लोपः यदा वयम् उपधायां च इति दृष्टवन्तः, संयोगान्तस्य लोपः अपि त्रिपाद्याम् अस्ति. राल्लोपः इति षष्ठमाध्यायस्य सूत्रमस्ति. अत्रापि शास्त्रसिद्धं भवति किल? अत्रापि शास्त्रसिद्धमेव. चकारतकारयोः यदि तथा नयामः अत्रापि शास्त्रासिद्धं भूत्वा राल्लोपः एव अत्र कृते राल्लोपस्य कृते संयोगान्तस्य लोपः इति असिद्धं भवति इति. अस्तु भगिनि, इदानीम् अन्तिमम् अस्ति अत्र विद्या भगिनि. अतोत्तरुयोगः राल्लोपः अपि च हल्न्याभ्यो दीर्घस्य प्रक्तं हल् इति सूत्रद्वयोः मध्ये कस्य सूत्रस्य कार्यं प्रथमं भवेत् इति तत्र किमपि चिन्तनमस्ति वा? अस्ति अस्ति, विद्याभगिनी भवती वदति वा अत्र? अत्र राल्लोपः इति षष्ठाध्यायस्य चतुर्थपादे अस्ति, अङ्गकार्यम् अस्ति राल्लोपः. हल्न्याभ्यो दीर्घसुतिस्य पृक्तं षष्ठाध्यायस्य प्रथमपादे अस्ति, तत्तु अङ्गकार्यं नास्ति. तर्हि इदानीम् अत्र राल्लोपः अपि च हल्न्याभ्यो दीर्घसुतिस्य पृक्तं द्वयोः सूत्रयोः प्रसक्तिः अस्ति युगपत्. द्वयोः सूत्रयोः एकत्र प्राप्तिः अपि अस्ति, द्वयोः अपि अन्यत्र अन्यत्र लब्धावकाशः अपि अस्ति, तर्हि तुल्यबलविरोधः अपि अस्ति. अतः विप्रतिषेधे परं कार्यम् इत्यनेन अत्र राल्लोपः एव कार्यं करोति. अपि च राल्लोपः अङ्गकार्यम् इति कृत्वा बलवत् अस्ति, अतः राल्लोपः एव प्रथमं कार्यं करोति. तत्र हन्याभ्योर्दीर्घसुतिस्य पृक्तं हल् इति अपि सूतिसि इति प्रत्ययाः परे अस्ति चेत् एव तस्य कार्यमपि भवति इति कृत्वा, यद्यपि अङ्गस्य इति अधिकारे नास्ति तथापि तदपि अङ्गकार्यमस्ति किल? यद्यपि अङ्गकार्यम् अस्ति, तत्र प्रत्ययः एव अस्ति, परन्तु तथापि तत्र अङ्गस्य इत्यस्य अधिकारः नास्ति इति कृत्वा तत्र अङ्गकार्यम् इति वयं न, तत्र वर्णनिमित्तिककार्यम् इति एव वयं तत्र स्वीकुर्मः. अङ्गम् इत्यस्य अत्र तु अङ्गस्य कार्यं नास्ति, अत्र प्रत्ययस्य लोपः इति अस्ति. अत्र हलन्तधातुः अस्ति, अत्र प्रत्ययस्य लोपः, न तु अङ्गस्य किमपि कार्यं नास्ति अत्र. तदस्ति अत्र प्रत्यय आदेशः भवति किल महोदय, यथा भगिनी उक्तवती अत्र. अपि च अत्र भगिनी एतदपि उक्तवती, अत्र राल्लोपः इति सप्ताध्यायां परसूत्रमपि अस्ति. आमां, तत्तु सत्यमेव. इदानीं समीचीनं वा चिन्तनं? विद्या भगिनी अन्तिमं पूर्णतया करोतु भगिनी, भवती सर्वेषां कृते अतोत्तरुयोगः पूर्णतया करोतु. अतोत्तुर्वयोगः त इति प्रत्ययः, तत्र इदानीं वयम् अतोत्तुर्व् इति तत्र अङ्गमस्ति, तत्र इदानीं तत्र रेपवकारयोः संयोगः अस्ति. तर्हि वयं जानीमः अत्र राल्लोपः इति सूत्रस्य प्रसक्तिः अस्ति. रेपस्य अनन्तरं वकारः अस्ति चेत् वकारस्य लोपः भवति यदि जलादिप्रत्ययः परः अस्ति. अत्र त इति प्रत्ययः जलादिप्रत्ययः अस्ति, अतः राल्लोपः इत्यस्य प्रसक्तिः अस्ति अङ्गकार्यम्. अनन्तरम् अत्र तु उपदायां च इत्यस्यापि प्रसक्तिः अस्ति. किमर्थं चेत् अत्र अतोत्तुर्व् इत्यस्मिन् तत्र उपदायां रेपः अस्ति, तस्मात् प्राक् इक् वर्णः अस्ति, अनन्तरं रेपस्य अनन्तरं हल् वर्णः अस्ति इति कृत्वा तत्र उपदायां च इत्यस्य प्रसक्तिः अस्ति. तत्र उपदायां च इत्यनेन तत्र उकारस्य दीर्घादेशः भवितुं शक्नोति, तस्य प्रसक्तिः अपि अस्ति. इदानीं तत्र अनन्तरं तत्र अतोत्तुर्व् इति यदि वयं त इति प्रत्ययः योजयामः, तत्र तु पदान्ते वकारतकारयोः संयोगः अपि अस्ति. तत्र त्रयाणां वर्णानां हल् वर्णानां संयोगः अस्ति, रेपवकारतकारः, परन्तु द्वयोः वर्णयोः एव संयोगः इति वयं स्वीकुर्मः तत्र भाष्यकारस्य वचनात् प्रकारम्. अतः अत्र वकारतकारयोः संयोगः अस्ति पदान्ते, तत्र त इति प्रत्ययस्य योजनेन एव तत्र पदस्य संज्ञा अत्र प्राप्नोति, सुप्तिङन्तं पदम् इत्यनेन. तर्हि संयोगान्तस्य लोपः इत्यस्यापि प्रसक्तिः भवति तत्र. इदानीम् अत्र त्रयाणां सूत्राणां प्रसक्तिः अस्ति. यथा वयं पूर्वं चर्चितवन्तः, तत्र हल्न्याभ्यो दीर्घसुतिस्य पृक्तं किञ्चित् एलिमिनेटेड् अभवत् इदानीं. तर्हि इदानीं केवलं त्रयाणां सूत्राणामेव प्रसक्तिः, उपदायां च अपि च अपि च संयोगान्तस्य लोपः सूत्रद्वयमपि त्रिपादीसूत्रं राल्लोपः अङ्गकार्यं षष्ठाध्याये चतुर्थपादे अस्ति इति कृत्वा तस्य एव बलम् उपादायां च अपि च संयोगान्तस्य लोपः सूत्रद्वयमपि शास्त्रासिद्धम् असिद्धम् अस्ति. तर्हि इदानीं राल्लोपः इत्यस्य एव कार्यं भवति. तत्र रेपस्य अनन्तरं वकारस्य लोपः भवति. अतोतुर् योगः त इति अस्ति. इदानीम् अत्र स्थगयतु भगिनि. इदानीं अतोतुर् योगः त बहु समीचीनमस्ति. इदानीं सरला भगिनी, इदानीं किं भवति इति भवती प्रयत्नं करोति वा अत्र? महोदय, तत्र क्षम्यतां, तत्र अङ्गकार्यम् अपि च त्रिपा भगिन्या उक्तं संयोगान्तस्य लोपः अपि च उपधायाञ्च सूत्रद्वयमपि त्रिपाद्यामस्ति, अतः शास्त्रासिद्धम् इति. तत्र अन्यत् चिन्तनमपि अस्ति, वर्णादङ्गं बलीयः इति. तत्र संयोगान्तस्य लोपः अपि च उपधायां च इति तत्र दीर्घादेशः एव विधीयते, किन्तु संयोगान्तस्य लोपः वर्णकार्यमस्ति इति अपि वर्णादङ्गं बलीयः, अतः अङ्गकार्यमेव प्रथमं भवति इति अपि चिन्तनं भवितुम् अर्हति वा इति प्रश्नः. अत्र प्रायः अहं किं चिन्तयामि इत्युक्ते, यत्र स्पष्टता नास्ति तत्र एव परिभाषायाः आवश्यकता अस्ति. अत्र तु स्पष्टता अस्ति. तत्र पूर्वत्र सिद्धम् इत्यनेन त्रिपादीसूत्रम् असिद्धम् इति तु अस्ति. तत्र पाणिनीयसूत्रेण एव वयम् अवगन्तुं शक्नुमः. अतः अत्र वर्णातङ्गम् इत्यस्य आवश्यकता नास्ति, परन्तु तत्तु केवलम् अङ्गकार्यस्य बलम् अधिकं करोति. तर्हि तदपि स्वीकर्तुं शक्नुमः. परन्तु अत्र यथा भगिनी उक्तवती महोदय, अत्र पूर्वत्र सिद्धम् इत्यनेन एव वयं अग्रे गन्तुं शक्नुमः किल इदानीम्. कार्यं समानमेव, अत्र तर्कः किम् इत्येव कः इत्येव प्रश्नः. वर्णादङ्गं बलियः इत्यनेन वा पूर्वत्रासिद्धम् इत्यनेन शास्त्रासिद्धम् इत्यनेन वा एव प्रश्नः. पूर्वत्रासिद्धम् इत्यनेन एव इति अहं चिन्तयामि महोदय. अत्र अस्तु, अत्र किमर्थमित्युक्ते तत् तु सूत्रमस्ति किल. आमाम्, अतः परिभाषायाः प्रसङ्गः आगच्छति यदा अन्यत् किमपि मार्गः अन्यः मार्गः नास्ति, तस्मिन् समये एव प्रायः वयं परिभाषायाः उपयोगं कुर्मः. अस्तु, इदानीम् अत्र बहु समीचीनं भगिनी, किञ्चित् अत्र सरला भगिन्याः अपि किञ्चित् अभ्यासः अत्र. अतो तु इदानीं किम् अभवत् भगिनि, अत्र राल्लोपः इत्यनेन वकारस्य लोपः अभवत् इदानीम्. अतो तु योगः त इति अस्ति भगिनि इदानीम्. ओके, अतो तु योगः त. इदानीं हलीच इति सूत्रस्य प्रसक्तिः अस्ति अपि न इदानीं अतोतुर् योगः त इदानीं वदतु भगिनि. अतोतुर् योगः त हलाङ्गीघात् श्रुतिप्रक्त इति कारणे तकारस्य लोपः भवति. अतोतुर् इति आगच्छति. इदानीं पुगन्तलघु उपपद अङ्गकार्यं भवति. पुगन्तलघु उपपदायां प्रथमं किं कार्यं भवति? प्रथमं किं भवति? अतोतुर्योगः तस्मिन् समये कारस्य लोपः भवति. अपृक्तसंज्ञा हलाङ्गी. परन्तु तस्मात् पूर्वं किमपि अङ्गकार्यं भवति वा इदानीम्? अतोतुर् तस्मात् पूर्व अङ्गकार्यं वकारस्य लोपः भवति लोपस्य. तस्य अनन्तरं रेफ इदानीं त इति कीदृशप्रत्ययः? त इति झल् प्रत्ययः अस्ति. ओ हल् अत्र गुणस्य प्रसङ्गः अस्ति वा? त इति तिप् अस्ति किल. आम्, तिप् इत्युक्ते पित् अस्ति किल. पित् अस्ति पित् अस्ति. इदानीम् उपधायां कः वर्णः अस्ति धातोः? अतो तु उपधायाम् उकार अस्ति. इदानीं किं भवति अत्र? अतो तो भवति. केन सूत्रेण? पुगन्तलघु उपपदस्य इति सूत्रेण. अतो तो प्रथमं तद् भवति किल भगिनि? कथम् अन्यसूत्राणि न भवितुं शक्नोति अस्तु. अतो भवति तदनन्तरं खर्वसान एव सर्जनीय अनन्तरं हल्याभ्यो दीर्घासुतिस्य प्रोक्तम् इति भवति. अस्तु, इदानीम् अतोतोर्योगः त अस्ति, इदानीं हल्याभ्यो दीर्घासुतिस्य प्रोक्तम्. अस्तु, तस्य तकारस्य लोपः भवति तदनन्तरं खर्वसानविसर्जनीयस्य इति सूत्रेण रेफस्य स्थाने विसर्गः आगच्छति, अतोतोः इति भवति. अतोतोः इदानीं समीचीनम् अस्तु. अस्तु, अत्र स्थगयामः. अद्य बहु समयः अतीतः इदानीम्. अस्तु, अन्य कोऽपि प्रश्नः नास्ति चेत् इदानीं वयं समापयामः. अस्तु, धन्यवादः. शुभरात्रिः. धन्यवादः महोदय.